अत्र अस्मिन् लोके यजमानः अहम् आयुषः पुरस्तः ऊर्ध्वं मृतस्सन् इत्यर्थः स्वाहेति जुहोक्ति अपजै अपनय परिगं लोकद्वारार्गलम् इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति। एवम् एतैः वसुभ्यः प्रातःसवनसम्बद्धलोको निष्क्रीतस्य ततस्ते प्रातःसवनं वसुव यजमानाय सम्प्रयच्छन्ति। पुरा माध्यन्दिनस्य समनस्य उपाकरणाज्जगनेन अग्निन्द्रियस्य उदमुखमुपविश्य स रौद्रं सामविगायते लोकद्वारमपावारणो पश्येम त्वां वयं वैरा हुं जायो इति। तथा अग्निद्रियस्य दक्षिणाग्नेः जगनेन उदन्मुख उपविश्य सः रौद्रं सामभिगायति यजमानः रुद्रदैवत्यं वैराज्याय। अथ जुहोति नमो वायुवे अन्तरिक्षक्षिते लोकक्षिते लोकं यजमानाय विन्द एष यजमानस्य लोकेतास्मै अत्र यजमानः प्रस्तादाविषः स्वाहा पजहि परिगम् इत्युक्त्वा उत्तिष्ठति तस्मै रुद्राः माद्यन्द्रं सवनं प्रथमं प्रयच्छन्ति। अन्तरिक्षक्षित इत्यादि समान पुरा तृतीयसमस्य उपाकरणाज्जगरेण आहुनीयस्य उदन्मुखविश्य स आदित्यं स वैश्वदेवं सामविगायते लोकद्वारमपावारणो पश्येम त्वा वयं स्वराहुं आज्यायोम् इति। आदित्यमथ वैश्वदेवं लोकद्वारमपावरणु पश्येम त्वा विंसां जायो इति। तदा आह्वनीयस्य उदन्मुख उपविश्यं सः आदित्यदैवत्यम् आदित्यं वैश्वदेवं च साम् अभिगायति क्रमेण स्वराज्याय साम्राज्याय। अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिवीक्षिद्भ्यो लोकक्षिद्भ्यो लोकं यजमानाय विन्दत एष वै यजमानस्य लोक एतास्मै अत्र यजमानः प्रस्तादाविषया स्वाहा पाद परिगम् इत्युक्त्वा उत्तिष्ठति। दिवीक्षिद्भ्य इत्येमानि समानमन्वितं विन्दत अपहत इति बहुवचनमात्रं विशेषः यजमानं तु एतास्मै अत्र यजमान इत्यादि लिङ्गात् तस्मादित्यश्च विश्वे च देवाः तृतीयसमनं सम्प्रयच्छन्ति एष वै यज्ञस्य मात्रां वेद एवं वेद एवं वेद एष वै यजमानः एवं विन् यथोक्तस्य सामादेः विद्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तं य एवं वेद इति द्विरुक्तिः अध्यायप्रथमाप्त्यर्थः इति चतुर्विंशखण्डभाष्यम् इति छान्दोग्योपनिषद्भाष्ये द्वितीयोऽध्यायः समाप्तश्च।